नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति स्थानिवद्भावः इति। तत्र सूत्रमस्ति स्थानिवत् आदेशो अनन्विदौ इति। स्थानिवत् आदेशो अनन्विदौ इति सूत्रार्थः अस्ति, सामान्यतया आदेशः स्थानिवत् भवति, स्थानिनि ये धर्माः सन्ति ते धर्माः आदेशे अपि भवन्ति इति सामान्यव्यवहारः अस्ति। परन्तु यत्र कश्चन विधिः अस्ति आदेशानन्तरं, सः विधिः सानिनि यः अल्वर्णः अस्ति तम् आश्रित्य प्रवर्तते चेत् तदानीम् आदेशः सानिवत् न भवति, यतोहि सः विधिः अल्विधिः इति वयं वदामः। सामान्यतया आदेशः सानिवत् भवति इत्यत्र धात्वङ्गकृत् तद्वित अव्ययसुप्तिं पदादेशः इत्युक्ते धातोः स्थाने आदेशः चेत् आदेशः अपि धातुः, अङ्गस्य स्थाने आदेशः चेत् आदेशः अपि अङ्गम् इति। एवं रीत्या प्रत्ययस्य स्थाने आदेशः चेत् आदेशः अपि प्रत्ययः, अव्ययस्य स्थाने आदेशः चेत् आदेशः अपि अव्ययम् इति। एवं रीत्या स्थानिनि यः धर्मः सः धर्मः आदेशे अपि भवति, तत्र क्लेशः नास्ति। इदानीम् अत्र अस्माकं स्थानिवद्भावस्य निर्णयार्थम् अस्माभिः कालत्रयं कल्प्यते। प्रथमकाले स्थानिकः इति अस्माभिः अवगन्तव्यम्, अनन्तरं स्थानिनः स्थाने द्वितीयकाले आदेशः भवति केनचित् सूत्रेण, अनन्तरम् इदानीं तृतीयकाले अस्माकं पुरतः कश्चन विधिः अस्ति। तर्हि विधिः, यः विधिः अस्ति तस्मिन् निमित्तानि कानि सन्ति इति अस्माभिः तत्र ज्ञातव्यम्। तत्र निमित्तेषु अल्वर्णः अस्ति वा, तादृश अल्वर्णः सानिनि अस्ति वा, आदेशे नास्ति वा इति चेत् तदानीं सः विधिः अल्विधिः अस्ति इति कृत्वा सानिवत् स्थानिवद्भावः न भवति। स्थानिनि यः धर्मः अस्ति अलाश्रितधर्मः, सः धर्मः आदेशे न भवति इति वयं निर्णेतुं शक्नुमः। तदर्थम् अत्र अस्माकं प्रथमं तत्र अल्विधिः अनल्विधौ इत्यत्र अल्विधिः न अल्विधिः अनल्विधिः इति नैतत्पुरुषसमासः, अल्विधिः इत्यत्र समासस्य विग्रहवाक्यम् अत्र चतुर्प्रकारकः भवति विग्रहचतुर्प्रकारकं भवति। अलाविधिः द्वितीयतत्पुरुषसमासः, अलः विधिः पञ्चमीतत्पुरुषसमासः, अलः विधिः षष्ठीतत्पुरुषसमासः, अलिविधिः इति सप्तमीतत्पुरुषसमासः। अलाविधिः इत्यत्र अल् द्वारा कार्यम् इत्युक्ते अल्वर्णस्य पूर्वं कार्यं नास्ति, परं कार्यं नास्ति, अल्वर्णस्य स्थाने कार्यं नास्ति, परन्तु अल्वर्णद्वारा कथञ्चित् अन्यत्र कार्यम् अस्ति, तादृशप्रसङ्गः अस्ति अलाविधिः। तदर्थम् अत्र व्यूडोरस्केन इति उदाहरणम् अस्माभिः परिशीलितम् आसीत्। तत्र प्रश्नद्वयम् आसीत् गतवर्गे, अत्र तस्मिन् प्रसङ्गे व्यूडोरस्केन इत्यनेन व्यूडयोगः उरस्, तर्हि व्यूडोरस् इत्यत्र सकारः अस्ति, सकारस्य पदान्ते विसर्गः, करवसानयो विसर्जनीयः इत्यनेन विसर्गः, तदनन्तरं विसर्गस्य स्थाने सोपदादौ इत्यनेन तत्र सकारादेशः, अतः व्यूडोरस्कः इति भवति। तृतीयविभक्तौ व्यूडोरस्केन इति अस्ति। तत्र विसर्गस्य स्थाने सकारः आगतः, विसर्गः स्थाने सकारः आदेशः, प्रथमकाले विसर्गः स्थाने अस्ति, द्वितीयकाले विसर्गस्य स्थाने सकारादेशः सोपदादौ इति सूत्रेण, इदानीं तृतीयकाले अट्कुप्वाङ् नुं व्यवाये अपि इत्यनेन नत्वं भवति वा इति प्रश्नः। तत्र प्रथमः अस्माकं प्रश्नः आसीत् अत्र नत्वं केन सूत्रेण भवति इति प्रश्नः आसीत्। प्रातिपदिकान्तनुं विभक्तिषु च इत्यनेन भवति वा अथवा अट्कुप्वाङ् नुं व्यवाये अपि इत्यनेन भवति वा इति प्रश्नः। तर्हि वयं पश्यामः चेत् प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रस्य प्रवर्तनार्थं निमित्तं पूर्वपदे स्यात्, णत्वस्य निमित्तं पूर्वपदे स्यात्। अत्र व्यूडो रस्क रस्क इत्यत्र व्यूड इति पदं पूर्वपदम्, उरस् इति पदम् उत्तरपदं, पूर्वपदे निमित्तं नास्ति, रेपः तु पूर्वपदे नास्ति इति कृत्वा प्रातिपदिकान्तनुं विभक्तिषु च इति प्रसक्तिः नास्ति अत्र। यत्र निमित्तं तत्र तु निमित्तं तु उत्तरपदे अस्ति, उरस् इति उत्तरपदे अस्ति, तत्र रेपः उरस् इति पदे अस्ति इति कृत्वा उरस् इत्यस्य अनन्तरं विभक्तिप्रत्ययस्य योगः इति कृत्वा अत्र अत्कुप वाङ्नुं विवाये अपि इत्यनेनैव णत्वं णत्वं भवति वा इति प्रश्नः। प्रातिपदिकान्तनुं विभक्तिषु च इत्यनेन इत्यनेन णत्वं भवति वा इति प्रश्नः नोदेति, किमर्थं चेत् पूर्वपदे निमित्तं नास्ति इति एकः प्रश्नः। अनन्तरम् अत्र उक्तमस्ति विसर्गः अट्प्रत्याहारेषु अस्ति, इत्युक्ते अत्र अट्कुप्वाङ् नुं व्यवाये अपि इत्यस्य प्रसक्तिः कथं, सकारः तु अट्प्रत्याहारे नास्ति खलु, व्यूडो रस्केन इत्यत्र सकारः अट्प्रत्याहारे नास्ति, परन्तु अत्र उक्तमस्ति विसर्गः तु अट्प्रत्याहारे अस्ति, विसर्गस्य स्थाने सकारः आगतः, अतः स्थानिवद्भावः क्रियते चेत् अत्र णत्वं भवति इति उक्तम्। परन्तु अट्कुप्वाङ् नुं व्यवाये अपि सूत्रम् अल्विधिः अस्ति, स्थानिनीयः विसर्गः अस्ति तम् आश्रित्य प्रवर्तयितुं शक्यते इति कृत्वा सः विधिः अल्विधिः, अतः णत्वं न भवति इति उक्तम्। अत्र प्रश्नः आसीत् अस्माकं वर्गे अट्प्रत्याहारः अट्प्रत्याहारे विसर्गः अस्ति इति कथं जानीमः इति प्रश्नः आसीत्, कथं ज्ञायते इति। तत्र महाभाष्ये हयबरट् इत्यत्र सूत्रभाष्ये उक्तमस्ति अयोगवाहानाम् अट्प्रत्याहारे उपदेशः कर्तव्यः इति, इत्युक्ते तत्र हयबरट् इति सूत्रभाष्ये इदं विचार्यते अयोगवाहानाम् उपदेशः नास्ति, प्रत्याहारेषु अयोगवाहानाम् उल्लेखः नास्ति, अयोगवाहानां श्रवणं नास्ति, परन्तु तेषां श्रवणम् अपेक्षितम्। किमर्थम् अपेक्षितं चेत् कार्यार्थम् अपेक्षितम्, अतः तेषाम् उपदेशः कर्तव्यः, पाणिनिना उपदेशः न कृतः तथापि अस्माभिः उपदेशः कर्तव्यः, यतोहि अयोगवाहानां प्रत्याहारेषु अपेक्षा वर्तते। किमर्थमिति चेत् कार्यार्थं, कुत्र कार्यार्थं, प्रथमतया अयोगवाहाः के इति वयं जानीमः इति मन्ये, विसर्जनीयः, जिह्वामूलीयः, उपद्मानीयः, अनुस्वारः इति एतेषां सर्वेषां किम् अयोगवाहः इति नामकरणम् अस्ति, वस्तुतः तत्र वेदे यमाः इत्यपि अस्ति, तद् इदानीं त्यजामः। तर्हि अयोगवाहः इत्युक्ते तत्र भाषायां भाषायाम् अयोगवाहानां प्रयोगः अस्ति, तेषां प्रयोगः अस्ति, परन्तु पाणिनिना तेषाम् उपदेशः न कृतः, अनुपदिष्टाः परन्तु भाषायां तु श्रवणमस्ति, भाषायां श्रूयन्ते, अयोगवाहानां श्रवणम् अस्ति, परन्तु प्रत्याहारे तेषां गणना नास्ति, अतः उपदेशः कर्तव्यः, अयोगवाहानाम् अक्षु उपदेशः कर्तव्यः। किमर्थं कर्तव्यं, नत्वं कुत्र नत्वं, किमर्थम् अट्प्रत्याहारे एव किमर्थं गणना करणीया इति चेत्, किं प्रयोजनम् इति चेत्, अत्र उरःकेन इति एकं पदम् अस्ति, उरःकेन इति पदमस्ति लोके, उरःकेन तत्र मध्ये विसर्गः अस्ति, रेपस्य अनन्तरम् उरः इति, रेपस्य अनन्तरम् अकारः, अनन्तरं विसर्गः, अनन्तरं ककारः, एकारः, अनन्तरं दन्त्यनकारस्य स्थाने अणकारः। तत्र अट्कुपङ्नुं व्यवाये अपि इत्यनेन नत्वं नत्वं भवति तत्र. इदानीं प्रश्नः अस्ति, रेपः तु निमित्तमस्ति परन्तु मध्ये विसर्गः अस्ति, विसर्गः यदि अत्र प्रत्याहारे न स्यात् तदानीम् अत्र नत्वं न भवति, उरः केन इति भवति. परन्तु लोके तु प्रयोगः उरः केन इति अस्ति. एवमेव अन्यानि अपि पदानि सन्ति, उरः पेण इति. एतादृशस्थलेषु अणत्वम् अपेक्षितं. यदि विसर्गः अप्रत्याहारे न स्वीक्रियते तदानीम् अत्र अणत्वं न भवति इति कृत्वा अत्र भाष्यकारेण किम् उक्तम्? अयोगवाहानाम् अट्सु णत्वम्, अट्सु गणना करणीया णत्वार्थम् इति उक्तम् इति कृत्वा अत्र अत्र प्रश्नः आसीत् खलु, किमर्थम् अप्रत्याहारे विसर्गस्य गणना इति चेत् णत्वार्थम्, णत्वार्थम्. अपि च वयं पश्यामः चेत् अप्रत्याहारे रेपः अपि अस्ति खलु, अप्रत्याहारे अयवरट् रेपः अस्ति. हा, रेपः अस्ति, अयवरट् इत्यत्र रेपः अस्ति. विसर्गः तु रेपस्य स्थाने एव आयाति. यत्र कुत्रापि पश्यतु तत्र विसर्गः रेपस्य स्थाने आयाति इति कृत्वा रेपः यस्मिन् गणे अस्ति तस्मिन्नेव गणे विसर्गस्यापि योजना करणीया. अत्र तु अस्माकं प्रमाणं तु भाष्यकारस्य वचनं, साक्षात् भाष्यकारेण उक्तमस्ति उपदेशः कर्तव्यः इति उक्तम् इति कृत्वा अट् प्रत्याहारे अस्ति इति अस्माभिः मन्तव्यम्. कोऽपि प्रश्नः वा भगिनी? तत्र अट् प्रत्याहारे अयोगवाहाः सन्ति चेत् नुम् इति किमर्थं सूत्रे अस्ति? अयोगवाहेषु अनुस्वारः अस्ति वा? अस्ति, अनुस्वारः अस्ति अस्ति खलु. हा, इत्युक्ते पाणिनिना कृतं नुम् इति किमर्थम् अस्ति इति पाणिनिना कृतम्. इदानीं तत्र अस्माभिः पाणिनि तत्र तमेव प्रष्टव्यम्, अस्माभिः सः प्रष्टव्यः, पाणिनिः प्रष्टव्यः. पाणिनिना तु अट् प्रत्याहारे अयोगवाहानां गणना न कृता खलु, गणना न कृता, तत्र नुम् इत्यस्य गणना एव कृता. माहेश्वरसूत्रेषु न सन्ति इति अयोगवाह खलु. पाणिनीयव्याकरणे तु सर्वत्र विसर्गः अस्ति, सर्वत्र पाणिनिना एव दत्ता खलु, माहेश्वरसूत्राणि अपि पाणिनिना एव दत्तानि. केवलं तत्र नास्ति, अन्यत्र तु चर्चा अस्ति एतेषाम्. अन्यत्र अस्ति परन्तु अत्र माहेश्वरसूत्राणां विषये एव इदानीं चर्चा खलु. माहेश्वरसूत्रेषु प्रत्याहारः अट् प्रत्याहारः इति वदामः अथवा यः कोऽपि प्रत्याहारः भवतु नाम तत्र अयोगवाहानां गणना नास्ति. तर्हि एवमेव अस्ति चेत् कुत्र दोषः भवति इति भाष्यकारेण प्रदर्शितम्. भवती यद् वदति तत् समीचीनमेव. इत्युक्ते अयोगवाहानां गणना अस्ति चेत् नुम् इति किमर्थं वक्तव्यम्? इदानीं तत्तु सूत्रस्य विषये अस्ति, अट्कुपाङ् नुम् व्यवाये अपि इति सूत्रस्य विषये. अट् प्रत्याहारे सर्वेषाम् अयोगवाहानां गणना अस्ति चेत् तत्र नुम् इति मास्तु इति सम्यक् सम्यक् एव अस्ति. तदानीं भवत्याः ध्वनिः सम्यक् न श्रूयते, केवलं मत्कृते वा? सम्यक् अस्ति भगिनि. अन्येषां कृते सम्यक् अस्ति वा? अनुस्वारस्य विषये एकः स्वाभाविकः अनुस्वारः, अन्यः नुम् इत्यस्मात् आगतः अनुस्वारः इति अपि अस्ति खलु. यः स्वाभाविकः अनुस्वारः अस्ति तत्र स्नुहणम् इति शब्दमस्ति चेत् तस्मिन् अनुस्वारः स्वाभाविकः अनुस्वारः, अपि च नुम् इत्यस्मात् यः अनुस्वारः आगच्छति तत्तु वयं जानीमः तत् तस्य सूत्रेण एव तस्य अनुस्वारः भवति इति कृत्वा स्वाभाविक अनुस्वारस्य ग्रहणस्य कृते अयोगवाह इत्यस्य योजनं भवति इति भवित्वा न तद् भवतु भगिनि, तत् साक्षिणमेव कति ध्वनिः कस्यचित्. विजयलक्ष्मी भगिनी कृपया म्यूट् करोतु किञ्चित्. न यद् भवती वदति समीचीनमेव, तत्र स्वाभाविकः अनुस्वारः अनन्तरं नुम् इति तु अनुस्वारस्य उपलक्षणम् अस्ति खलु. नुम् इति तु सर्वत्र नुम् इति वयं वदामः चेत् अनुस्वारस्य एव उपलक्षणम्. अत्कुप्वाङ् नुम् व्यवाय अपि इत्यत्रापि नुम् इत्यनेन अनुस्वारस्य उपलक्षणम् इति एव सर्वत्र तत्र वदन्ति. इति कृत्वा अत्र नुम् इति अनुस्वारस्य उपलक्षणम् इति चेत् अनुस्वारस्य एव ग्रहणं तत्र. एवं चेत् तत्र अट्प्रत्याहारे अस्ति खलु, तर्हि किमर्थं पुनः इति प्रश्नः. परन्तु तत्र पाणिनिना तत्र न कृतं खलु, पाणिनिना यदा सूत्रं रचितं तदानीम् अट्प्रत्याहारे विसर्गस्य गणना एव न कृता इति कृत्वा दोषः नास्ति. परन्तु अग्रे यदा भाष्यकारः वदति अत्र किम् अयोगवाहानाम् उपदेशः कर्तव्यः इति, तदानीं तत्र सूत्रे अपि कश्चन परिष्कारः प्रायः अपेक्षितः, परन्तु हा इति चिन्तयितुं शक्नुमः. इत्युक्ते स्वाभाविकः वा भवतु नो चेत् उपलक्षणं वा भवतु, अन्ततो गत्वा नुम् इति वदामः चेत् अनुस्वारस्य एव ग्रहणं खलु. परन्तु अच्कुप्वाङ् नुम् तत्र नुम् इति पृथक्कृत्या रीत्या तत्र उल्लेखितमस्ति नुम् इति, तर्हि तत् सः नुम् इति उल्लेखः तु नुम् इत्यस्य अनुस्वारस्य कृते, नुम् इत्यस्मात् आगतः यः अनुस्वारः तस्य कृते. यः अयोगवाहः इति अस्ति यस्य भाष्यकारेण उल्लेखः कृतमस्ति कृतः अस्ति तत्तु स्वाभाविकः अनुस्वारः इति भवेत् वा इति मम चिन्तनमासीत्. किम् न श्रूयते, किमपि वक्तुम् इच्छति वा? सूर्यकुमारी भगिनी न श्रूयते. तत्र कोऽपि वदति न श्रूयते, कः वदति? तर्हि कृपया म्यूट् करोतु भगिनि सूर्यकुमार भगिनि. इत्युक्ते इदानीम् अत्र प्रश्नः अस्ति, स्वाभाविकः अनुस्वारः भवतु तत्र नुम् इति वा भवतु, भवती किं वक्तुमिच्छति चेत् अनुस्वारः इति वदति चेत् पर्याप्तं नास्ति, नुम् इति पृथक्तया वक्तव्यम् इति भवती वदति खलु. नुम् इत्यस्य एकः प्रकारस्य एकस्य प्रकारस्य अनुस्वारः, अन्यः यः स्वाभाविकः अनुस्वारः तत्तु अयोगवाहे योजितमस्ति इति कृत्वा द्वयोः अनुस्वारयोः तत्र समायोजनं भवति इति. न, अनुस्वारः तु एकः एव, किमर्थं द्वयोः अनुस्वारयोः? अनुस्वारः तु एकः, अनुस्वारद्वयं नास्ति, अनुस्वारः एकः. यत्र कुत्रापि नुम् इति वदन्ति तत्र सर्वत्र अनुस्वारस्य ग्रहणम्, अनुस्वारः तु एकः. इदानीं यः नुम् इति अत्र उक्तमस्ति तस्य परिवर्तनम् अनुस्वाररूपेण भवति खलु अन्ततो गत्वा. आम्, तर्हि इदानीं नश्यापदान्तस्य जलि इति सूत्रं तु अट्कुप्वाङ् नुम् व्यवाये अपि तस्मात् पूर्वम् अस्ति खलु, अस्तु परं पूर्वमस्ति. हा, नुमिति अस्ति चेत् तस्य अनुस्वाररूपेण परिवर्तनं तु भवति एव. इति कृत्वा यदा अट्कुप्वाङ् यत् नुम् व्यवायपि इति सूत्रमायति तदानीं तु तत् सूत्रम् अनुस्वारमेव पश्यति खलु, न तु नुम् इति. सत्यम्, अनुस्वारः तु एकः एव, अतः एकवारम् अनुस्वारः इति वदति चेत् पर्याप्तम् इति भाति. परन्तु यत्किमपि भवतु नाम अत्र अस्माकं वार्ता का इति चेत् नत्वस्य कृते विसर्गः अट्प्रत्याहारे स्वीक्रियते इति तावदेव अत्र अस्मिन् प्रसङ्गे. अत्र व्याख्यानेषु अपि एवमेव तत्र दत्तमस्ति, किम् इति चेत् अनुस्वारे कृते अड्व्यवाये इति एव अत्र नत्वं सिद्धम् इति. इत्युक्ते अनुस्वारस्य यदा इदं सूत्रमायाति अत्कुप्वाङ् व्यवाय इति तदानीम् अनुस्वारः एव दृश्यते. अस्तु, किञ्चित् चिन्तनं करोतु, अहमपि करोमि अनन्तरं अत्र पृथक्तया अपेक्षितं वा न वा इति किञ्चित् चिन्तनं कुर्मः. अस्तु, तर्हि इदानीम् अत्र अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र द्वितीयमपि अस्माभिः दृष्टं, अलः विधिः पञ्चमीतत्पुरुषसमासः इत्यपि विषयः ज्ञातः. तत्र दिव औट् इति सूत्रं दृष्टमासीत्. दिव्योगः स्तु इति स्थितौ तत्र दिव औट् इति सूत्रेण औट् आदेशः भवति वकारस्य स्थाने. दियोगः औ योगः स्तु. इदानीम् इको एनचि इत्यनेन यनादेशः द्यौ योगः स्तु. इदानीं तत्र औकारे वकारस्य अध्यारोपः शक्यते वा? वकारः स्थानी, औकारः आदेशः, आदेशे वकारत्वम् अध्यारोपयितुं शक्यते वा? अत्र तृतीयकाले विधिः अस्ति हल्न्याव्यो दीर्घश्रुतिस्य पृक्तं हल्. तर्हि अनेन सूत्रेण सलोपः भवति वा न वा इति प्रश्ने सति हल्न्याव्यो दीर्घश्रुतिस्य पृक्तं हल् इति सूत्रस्य प्रवर्तनार्थं हलन्तप्रातिपदिकम् अपेक्षितम्. अनन्त अपृक्तसंज्ञकस्य सुप्रत्ययस्य लोपः भवति. तर्हि इदानीं वकारत्वम् औकारे अध्यारोपयितुं शक्नुमः वा इति चेत् हल्न्याव्यो दीर्घश्रुतिस्य पृक्तं हल् इत्यनेन हलन्तप्रातिपदिकम् अपेक्षितं. तादृश हल् वर्णः वकारत्वं स्थानिनी अस्ति, आदेशे नास्ति इति कृत्वा हल्न्याव्यो दीर्घश्रुतिस्य पृक्तं हल् इति सूत्रम् अल् विधिः अस्ति इति कृत्वा वकारत्वम् आदेशे अध्यारोपयितुं न शक्नुमः इति कृत्वा हल्न्याव्यो दीर्घश्रुतिस्य पृक्तं हल् इत्यस्य कार्यं न भवति. अतः द्यौः इत्येव सिद्धम् अस्तु. इदानीं षष्ठीतत्पुरुषसमासः इति अग्रे पश्यामः. अलः विधिः षष्ठीतत्पुरुषसमासः इति अस्तु. शुभदा भगिनी, भवतेव आरम्भं करोतु. अलः विधिः षष्ठीतत्पुरुषः. स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावो न भवति. स्थानीभूतस्य अलः स्थाने एव केनचित् विधिना इष्टं कार्यमस्ति चेत् तस्मिन् विधौ कर्तव्ये आदेशे स्थानिवद्भावो न भवति. द्युकामः इति पदं कामयते इति कामः, दिवः कामः इति विग्रहस्य समासे कृते दिव् योगः काम, दिव उत इति इत्यनेन दिव् प्रातिपदिकस्य पदस्य न तु दिव् धातोः वकारस्य उ आदेशः. दि उ काम, दि योगः उ योगः काम, इको यणचि द्यु काम, द्यु योगः काम, उकारस्य स्थानिवद् भावं कृत्वा लोपो व्योर्वलि इत्यनेन उकारस्य लोपः स्यात्. अलः स्थाने विधिः भवति चेत् अलो विधिः इति कृत्वा स्थानिवद्भावो न भवति. द्युकाम इति प्रातिपदिकं प्रथमाविभक्तौ एकवचने द्युकामः सिद्धः. प्रयत्नं करोमि भगिन्. स्थानीभूतस्य अलः स्थाने अल् इति यदा स्थानीभूतः अस्ति, स्थानी अस्ति, तस्मिन् स्थाने एव केनचित् प्रक्रियया कोऽपि कार्यं भवति चेत्, तत्र कोऽपि आदेशः भवति चेत् अल् विधिः इति अस्ति इति कृत्वा तत्र स्थानिवद्भावः न भवति इति एतस्य आशयः. तत्र उदाहरणं दत्तमस्ति द्युकामः इति पदं, दिवः कामः इति तस्य विग्रहः, समासिकपदमस्ति द्युकामः, तस्य विग्रहः दिवः कामः इति. अत्र दिवः इति षष्ठी कामयते इति कामः, दिवः कामः, दिवः कामः, दिवः इति षष्ठी विभक्तिः इति मन्ये. दिव् योगः काम, अत्र समासविग्रहस्य सर्वाणि कार्याणि भूत्वा सुपोधातुप्रातिपदिकयोः इति सर्वं भूत्वा तत्र दिव् योगः काम इति तिष्ठति. दिव् योगः काम अत्र दिव उत् इति इत्यनेन दिव् इत्यस्य प्रातिपदिकस्य वकारस्य अन्ते यः वकारः दृश्यते तस्मिन् स्थाने उ इति आदेशः भवति. तर्हि दि योगः उ योगः काम, तत्र दि उ इत्यस्मिन् इको यणचि भूत्वा द्यु काम इति भवति. उकारस्य वकारस्थानिवद्भावं कृत्वा लोपो व्योर्वलि इत्यनेन उकारस्य लोपः स्यात्. अत्र लोपो व्योर्वलिः इति एकं सूत्रं कार्यं करोति. अधस्थाने दत्तमस्ति वकारयकारयोः लोपः भवति वल् प्रत्याहारे परे. तत्र दिव् इत्यस्य वकारस्य लोपः भवेत् वल् प्रत्याहारस्थ वर्णः परे अस्ति चेत्. वल् प्रत्याहारे तु यकारं विहाय सर्वाणि व्यञ्जनानि. अत्र काम इति ककारः अस्ति, तत्तु वल् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा दिव् इत्यस्य वकारस्य लोपः भवेत् लोपो व्योर्वलि इत्यनेन. परन्तु वकारस्य स्थाने अधुना उ इति आदेशः जातः. तर्हि स्थानिवद्भावेन नाम उ इत्यस्मिन् आदेशे उ इति आदेशे वकारस्य गुणः वकारस्य अल् गुणः अल्त्वं भवति चेत् तस्य उकारस्य अपि लोपः भवेत्. परन्तु वकारस्य स्थाने उकारः इति अल् विधिः इति भवति, अपि च अलः स्थाने विधिः भवति, नाम दिव् इत्यस्य वकारस्य स्थाने विधिः भवति इति कृत्वा अत्र स्थानिवद्भावः न भवति. अतः उकारस्य तत्र उकारः भवेत् भवति, यद्यपि तत्र उकारः भवति तत्र उकारस्य लोपः न भवति ककारनिमित्तीकृत्य. अतः द्युक्काम इति एव प्रातिपदिकं भवति, अपि च तस्य प्रथमा एकवचने द्युकामः इति सिद्धः भवति. नाम तत्र अलः स्थाने, अतः षष्ठी तत्पुरुषः, यतोहि वकारस्य स्थाने उकारः भवति इति कृत्वा तत्र अल् विधिः तत्र स्थानीभूतः अस्ति इति कृत्वा तत्र अलः विधिः इति षष्ठ्यन्तरीत्या स्वीकृत्य स्थानिवद्भावः न भवति इति अर्थः. इदानीं किञ्चित् सम्यक् अस्ति, बहु सम्यक् अस्ति, धन्यवादः भगिनी, सम्यक् अस्ति. इदानीं सम्यक्तया प्रतिपादितवती. इदानीं तत्र लक्ष्मी भगिनी किञ्चित् कालत्रयं स्वीकृत्य प्रतिपादयतु. आं भगिनि, दिव औत् इत्यत्र दिव् इति दिव् इत्यस्य वकारः स्थानी अस्ति इति तु प्रथमकालः अस्ति. दिव् औत् इति सूत्रं द्वितीयकालः भवेत् यतोहि इदं सूत्रं प्रवर्तते. औत् किमर्थं भगिनि? उत् खलु, दिव उत्, दिव उत्, दिव उत् इति वा? पूर्वस्मिन् एव दिव औत् इति आसीत्. हा हा, आम् आम्, द्वितीयपरिच्छेदः. हा हा, अस्तु अस्तु, क्षम्यतां. दिव उत् इति द्वितीयः कालः, अपि च द्वितीयकाले यत् सूत्रमायाति लोपो व्योर्वलि इति सूत्रं तृतीयकाले यद्विधिः अस्ति. द्वितीयकाले आदेशः कः इति वदतु, आदेशः कः? वकारस्य स्थाने वकार, हा, वकारः अस्ति, वकारस्य स्थाने उकार आदेशः. इति तु सम्यक्, हा अस्ति, वकारः स्थानी, उकारः आदेशः, उकारस् आदेशः दिव उत् इत्यनेन अस्ति. आम्, दिव उत् इत्यनेन वकारस्य स्थाने उकारादेशः जातं. प्रथमकाले दिव् इत्यस्य वकारः स्थानी अस्ति, तदेव प्रथमकालः. दिव उत् इत्यस्य उकारादेशः द्वितीयकालः. इदानीम् इको एनचि इत्यस्यापि कार्यमस्ति खलु अत्र, इको एनचि इत्यनेन तत्र अस्माकम् अवधानं नास्ति. तर्हि लोपो व्योर्वलि इति सूत्र इत्यनेन सूत्रेण उकारस्य लोपः वकारयोः लोपः स्यात् लोपो व्योर्वलि इत्यनेन. तर्हि इदं साक्षात् प्रवर्तते वा इदानीं द्युयोगः काम इत्यत्र लोपो व्योर्वलि इति साक्षात् प्रवर्तते वा, यथा अत्र अत्र दृश्यते तथा प्रवर्तते वा? न प्रवर्तते, यतोहि इदानीं वकारयकारः नास्ति वल् प्रत्याहारस्य पूर्वं, यकारः अपि नास्ति वकारः अपि नास्ति इति कारणात् लोपो व्योर्वलि इति सूत्रस्य सूत्रं न प्रवर्तते, अस्य प्रसक्तिः अपि नास्ति. हा, प्रसक्तिः साक्षात् नास्ति, परन्तु वकारः तु पूर्वस्मिन् सोपाने अस्ति खलु. समीचीनं. हा, यदि स्थानिवत् भावः नास्ति इत्युक्ते स्थानिनः स्थाने पूर्वं तु आसीत् दिव् इत्यस्य स्थाने तु वकारः आसीत्, तादृशवकारः इदानीमपि उकारे अध्यारोपणं कर्तुं शक्यते वा? यदि शक्यते चेत् लोपो व्योर्वलि इति सूत्रं प्रवर्तते स्म, किन्तु स्थानिवतादेशो अनल्विथौ इति सूत्रेण अल्वितिः न भवति, इत्युक्ते स्थानिनः स्थाने यत् अल्वर्णः आसीत् तदाश्रित्य इदं सूत्रं प्रवर्तते स्म, किन्तु इदानीं दिवौत् इति सूत्रेण वकारस्य स्थाने उकारादेशः जातः, किन्तु स्थानिनः गुणधर्माः आदेशे अपि अध्यारोपणं कर्तुं शक्यते इति स्थानिवद्भावः इत्यनेन साधयितुं शक्नुमः, तथापि अल् आश्रित्य गुणधर्माः आदेशे अध्यारोपणं कर्तुं न शक्यते इति इदं सूत्रं वदति. अनेन कारणेन लोपो व्योर्वलि इति सूत्रं कारयितुं न शक्नुमः. सम्यक् सम्यक्. तर्हि लोपो व्योर्वलि इति सूत्रम् इदानीं तत्र अल्विधिः कः? अल्विधिः वकारस्य स्थाने उकारादेशः जातः, इदानीं तादृशवकारः उकारे अध्यारोपणं कर्तुं शक्यते वा इति लोपोर्व्योवलि इत्यनेन वकारस्य लोपः इति तु अल्विधिः कः? यद् यद् भवती सर्वम् उक्तवती तत् सर्वं सम्यक्, तर्हि मम प्रश्नः अस्ति अल्विधिः कः? अल्विधिः वकारस्य उकारादेशः इति न, विधिः इत्युक्ते सूत्रम् इत्यर्थः. अल्विधिः इत्युक्ते विधिः इत्युक्ते सूत्रम् अत्र अल्विधिः इति लोपोव्योर्वलि इति अल्विधिः लोपोव्योर्वलि इति अल्विधिः. अस्तु, सम्यक् सम्यक् समीचीनं, धन्यवादः. इदानीं तत्र भगिनि तत्र समासस्य विग्रहः दिवि कामः यस्य इति बहुव्रीहि वा? बहुव्रीहि समासः कः अर्थः? दिवि कामः, द्युकामः, द वन् हू डिज़ायर्स् हेवन्. ओ, दिवि कामः इति, दिवि इत्युक्ते हेवन् इति वा? दिवि इति हेवन्, हेवन् दिवि कामः यस्य सः. कुत्र दृष्टवती? अष्टाध्यायी. अष्टाध्यायी मध्ये अस्ति वा? अस्तु अस्तु. दिवि कामः यस्य दिव उत् इत्यत्र एक्साम्पल् किं मनसि न आगच्छत्येव शब्दः. उदाहरणम् उदाहरणम् उदाहरणं दत्तमस्ति. सम्यक् सम्यक्. तत्र बहुव्रीहिसमासः कृतः अस्ति द्युकामः इति. दिवि कामः यस्य इति समासः अस्ति अनेकवर्णीयपदार्थे इति बहुव्रीहिसमासः अस्ति. अस्तु सम्यक्. अस्तु अस्तु समीचीनं. तर्हि इदानीं कः तत्र सरस्वती भगिनी वदति वा अत्र अलः विधिः इति कथम् इति? अल् अल् अत्र कः अल् वर्णः कः? अलः विधिः इति अत्र अल् वर्णः कः? तत्र षष्टितत्वसमासः कथम् वकारस्य स्थाने एव उकारस्य आदेशः अभवत् अतः षष्टी तत्पुरुषस्य अस्ति अलः विधिः. अल्वर्णः वकारः खलु? वकारः वकारः. सम्यक् सम्यक्. इदानीं भवत्याः तत्र प्रतिध्वनिः नास्ति भगिनि, बहु सम्यक् न जाने भवति. तर्हि अहं तत् रीइन्स्टाल् कृतवती तथा च तस्य सेटिङ्ग्स् यथा भवती उक्तवती तथा तत्र सेटिङ्ग्स् नार्मल् एको मध्ये आसीत् नार्मल्, परन्तु अहम् अग्रेसिव् कृतवती. तर्हि नास्ति चेत् सन्तोषम्. बहु सम्यक् बहु सम्यक्. बहुकालात् प्रतिध्वनिः. अस्तु अस्तु अस्तु सम्यक् अस्तु सम्यक्. तर्हि अलः अलः विधिः इत्युक्ते तत्र वकारः एव अल्वर्णः, वकारस्य स्थाने एव अत्र कार्य आदेशः जातः इति कृत्वा अल्वर्णस्य स्थाने कार्यम् इत्युक्ते पूर्वस्मिन् उदाहरणे पञ्चमी तत्पुरुषसमासः इत्यत्र उक्तं तत्र अल्वर्णात् परं कार्यं खलु. अल्वर्णात् परं तत्र सुलोपः, अल्वर्णः वकारः आसीत् तत्रापि तत्र सुलोपः, तस्मात् परं कार्यम् इति कृत्वा पञ्चमी तत्पुरुषसमासः तत्र. अत्र षष्टितत्पुरुषसमासः यतोहि स्थानिनः स्थाने एव अत्र कार्यं लोपो व्योर्वली इत्यस्य कार्यं तत्र विधिः तृतीयकाले यद्विधिसूत्रमस्ति तत् कार्यं तत्र स्थानिनः स्थाने एव अस्ति इति कृत्वा अलः विधिः इति वयं वदामः. सम्यक्. इदानीं भवती तत्र लोपो व्योर्वली इति सूत्रमपि पठतु भगिनि. नमस्कारः भगिनि. नमस्कारः. प्रश्नः अस्ति किमर्थं तत्र लोपो व्योर्वली इत्यस्यापि अल् विधिः वक्तुं शक्यते किल, तत्र वकारस्य लोपः भवितुम् अर्हति? अल् विधिः न तत्र दिव उत्तितनेन तत्र वकारस्य स्थाने उकारः भवति, तस्मात् अनन्तरं लोपो व्योर्वली इत्यनेन तत्र स्थानिवद्भावेन वकारः भवति वा इत्येत् न भवति, यतोहि तत्र अल् विधिः अस्ति. अपि च तत्र लोपो व्योर्वली इत्यनेन तत्र कार्यमपि न भवति किल, तत्रापि अल् विधिः एव अस्ति न? इदानीं भवती उक्तवती वकार किम् उकारस्य स्थाने वकार उकारस्य स्थाने न एषणम् उकारस्य स्थाने वकारत्वं न भवति यतोहि अल् विधिः इति उक्तवती, परन्तु अल् विधिः कः अत्र? अल् विधिः कः तत्र? तु वकारस्य स्थाने उकारः अभवत् तत्तु सत्यं, परन्तु तस्मात् अत्र पश्यतु अत्र अत्र यत्र कुत्रापि अत्र स्थानिवतादेशो अनल् विधौ इत्यत्र अल् विधिः इति कस्य विषये वयं वदामः? उकारस्य स्थाने वकारादेशः न भवति तत् सर्वम् अस्माकं चिन्तनम् अस्ति, परन्तु विधिः इत्युक्ते अत्र सूत्रमस्ति अल् विधिः किम् अस्ति अत्र? एवम् अस्तु, तत्र आदेशः कुत्र भवति तदेव अल्विधिः भवति वा? न न न अत्र तृतीयकाले यत् सूत्रमस्ति तदेव अल्विधिः वा न वा इति द्रष्टव्यम्. एवं लोपो व्योर्वली इति अल्विधिः अस्ति, लोपो व्योर्वली इति अल्विधिः अस्ति. किमर्थम् अल्विधिः अस्ति इति चेत् तस्य प्रवर्तनार्थं स्थानिनीयः अल्वर्णः अस्ति, तम् आश्रित्य वयं प्रवर्तयितुं शक्नुमः इति कृत्वा अल्विधिः अस्ति. सत्यम्. अतः तत्र अल्विधिः इत्युक्ते लोपो व्योर्वली इत्यस्य कार्यमेव वक्तुं शक्नुमः वा, नो चेत् दिव उत् इत्यस्य कार्यं भवति वा तत्र? न न न दिव उत् इत्यस्य कार्यं जातं प्रथमकाले. प्रथमकाले न प्रथमकाले वकारः स्थानी अस्ति, द्वितीयकाले दिव उत् इत्यनेन सूत्रेण वकारस्य स्थाने उकारादेशः जातः, एतत् सर्वं जातम्। अस्तु, स्थानी अस्ति, आदेशः जातः। इदानीं तृतीयकाले अस्माकं पुरतः अस्ति सूत्रं लोपो व्योर्वलि इति सूत्रम्। इदं सूत्रं प्रवर्तयितुं शक्नुमः वा न वा इति प्रश्नः, यतोहि किमर्थम् एतादृशप्रश्नः, यतोहि स्थानिवद्भावः सर्वत्र भवति इति सामान्यव्यवहारः अस्ति। स्थानिवद्भावः सर्वत्र भवति सामान्यतया इति सामान्यव्यवहारः, उत्सर्गः तदेव अस्ति, स्थानिवद् भवति, स्थानिनीयः धर्मः सः आदेशे अपि भवति इति सामान्यनियमः अस्ति। अतः इदानीम् अत्र लोपोव्योर्वलि इत्यस्य प्रसङ्गे अपि अत्र स्थानिवद्भावेन लोपोव्योर्वलि प्रवर्तयितुं शक्नुमः वा इति प्रश्नः, सामान्यप्रश्नः उदेति। तदानीम् अग्रे वयं पश्यामः अनल् विधिः इति अपि अस्ति, तर्हि लोपोव्योर्वलि इति सूत्रम् अनल् विधिः अस्ति वा इति द्रष्टव्यम्। अनल् विधिः अस्ति चेत् तदानीं स्थानिवद्भावः अत्रापि भवति, अल् विधिः अस्ति चेत् न भवति। तर्हि लोपोव्योर्वलि इति सूत्रम् अल् विधिः वा न वा इति प्रश्ने कृते तदानीं किं कर्तव्यम् इति चेत् लोपोव्योर्वलि इत्यस्य निमित्तानि कानि इति अस्माभिः द्रष्टव्यानि। निमित्तानि कानि? लोपोव्योर्वलि इत्यस्य निमित्तम् अस्ति बकारः अथवा यकारः भवेत्, तस्य अनन्तरं वल् प्रत्याहारस्य वर्णः भवेत्। अत्र काम इत्यत्र ककारः तु वल् प्रत्याहारस्य वर्णः अस्ति, परन्तु अत्र दिवु द्यु इत्यत्र ऊकारः तु वल् प्रत्याह ऊकारः तु वकारः नास्ति। इदानीं तत्र साक्षात् प्रसक्तिः नास्ति, द्यु काम इत्यत्र प्रसक्तिः नास्ति। तदानीं वयं पश्यामः अत्र स्थानिवद्भावेन भवितुम् अर्हति वा, वयं पश्यामः चेत् तत्र स्थानिनी तु वकारः अस्ति, तादृशवकारत्वम् आदेशे अध्यारोपयितुं शक्नुमः वा स्थानिवद्भावेन सामान्यनियमेन भवितुम् अर्हति वा इति प्रश्ने कृते, तदानीं वयं पश्यामः अत्र वकारत्वम् अल्धर्मः अस्ति, वकारः इति अल्धर्मः अस्ति, तादृश अल्धर्मम् आदेशे अध्यारोपयितुं न शक्नुमः। किमर्थं चेत् लोपोव्योर्वलि इति अल्विधिः अस्ति, अल्वर्णम् आश्रित्य प्रवर्तते इति कृत्वा लोपोव्योर्वलि अल्विधिः अस्ति, अल्विधिः अस्ति इति कृत्वा तस्य कार्यं न भवति, यतोहि अनल् विधिः इति सूत्रे उक्तमस्ति। स्थानिवत् आदेशो अनल् विधिः अस्ति चेत् प्रवर्तयितुं शक्नुमः, अल् विधिः अस्ति चेत् न भवति इति कृत्वा लोपव्योर्वलि इत्यस्य कार्यं न भवति, यतोहि अल् विधिः अस्ति। तत् तदेव मम अपि अवगमनम् आसीत्, परन्तु अधुना सरस्वती भगिनी वा कापि उक्तवती, न जानामि, दिव उत् इत्येव अल् विधिः अस्ति इति उक्तवती, भ्रमः जातः मम, न जानामि, न दिव उत् इत्येव अल् विधिः न, तथा नास्ति। अत्र मम प्रश्नः आसीत् अलः विधिः इत्यत्र अल् कः इति प्रश्नः आसीत्। ओ एवं वा, अस्तु अस्तु, सः तु भिन्नः प्रश्नः। अत्र षष्ठी तत्पुरुषसमासस्य विषये मम प्रश्नः आसीत्, षष्ठी तत्पुरुषसमासस्य विषये अलः विधिः इत्यत्र अल् वर्णः कः इति मम प्रश्नः आसीत्। अल् वर्णः कः इत्यत्र अत्र वकारः एव अल् वर्णः इति उत्तरम्। क्षम्यतां भगिनि, तर्हि मम अवगमनं कञ्चित् श्रुतं, सम्यक् न श्रुतं, धन्यवादः भगिनि। दिव् योगः काम, तत्र लोपव्योर्वलि पूर्वं किमर्थं कार्यं न करोति? भवती एव वदतु, भवती सर्वं जानाति, वदतु। न, सपोजिङ्ग् लोपव्योर्वलि पूर्वं कार्यं करोति, तदा दि योगः काम इति भवति चेत् दिव उत् कार्यं न करोति, करोति वा? न करोति, दिव इति तदनन्तरं कार्यं न करोति। हा, यदि दिव योगः काम इत्यत्र दिव उत् कार्यं करोति चेत् लोपव्योर्वलि कार्यं न करोति, अत्र नित्यम् इति तु वक्तुं न शक्यते। न, परन्तु दिव इत्यत्र अन्यत्र लब्धावकाशः अस्ति वा? प्रथमतया अपवादः एव अस्ति वा न वा इति द्रष्टव्यं। दिव उत् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा? दिव उत् कदा कार्यं करोति सूत्रं द्रष्टव्यम्। दिवः उत् संहितायां दिवः पदस्य उत् इति अस्ति, दिव् इत्यस्य पदसंज्ञायां सत्यां तस्य उत् आदेशः भवति दिव्योगभ्याम् दिव्योगः मतुप् मतुप् इत्यत्र तु भवितुम् अर्हति तत्र मतुप् इति वल्प्रत्याहारे नास्ति वा मतुप् इति तु प्रत्ययः भवतु नाम मतुप् इत्यत्र मकारः वल्प्रत्याहारे अस्ति वा न वा अस्ति दिव्योगः मतुप् इत्यत्र लोपोव्योर्वलि भवितुमर्हति वा न वा लोपोव्योर्वलि भवितुमर्हति इत्युक्ते यत्र यत्र दिव उत् इति कार्यार्थम् आगच्छति तत्र तत्र लोपोव्योर्वलि भवति इति वक्तुं शक्यते वा शक्यते शक्यते खलु एवं चेत् दिव उत् इति तस्य अपवादः अस्ति वा प्रायः इति कृत्वा इत्युक्ते तत्र इति इदानीं तादृशचिन्तनमस्ति इदानीं तादृश उदाहरणं लभ्यते वा यत्र दिवौत् इत्यस्य अन्यत्र लब्धावकाशः अस्ति यत्र लोपोव्योर्वलि न आयाति इति द्रष्टव्यम् इदानीं तत्र किं विमल् दिव्योगः अम् इति अत्र दत्तमस्ति अष्टाध्यायं विमल् दिव्योगः अम् तत्र तु लोपोव्योर्वलि इत्यस्य प्रसङ्गः नास्ति नास्ति द्वितीया तत्र विमल् दिव् इति वकारान्त नपुंसकलिङ्गशब्दस्य द्वितीया एकवचने परन्तु तत्र तु दिव उत् अपि न आयाति खलु दिव इति पदान्ते दिव् इति अस्ति खलु अतः दिव उत् इति प्रसङ्गः अस्ति तत्र अस्ति अस्तु अस्तु इति कृत्वा तत्र तु दिव उत् इत्यस्य अवकाशः अस्ति इति चिन्तयतु द्वयोः अन्यत्र लब्धावकाशः अस्ति इदानीं सूत्रसङ्ख्यां पश्यतु किं सूत्रं पूर्वमस्ति अम् इत्यस्य लुक् भवति स्वमोर्नपुंसकात् इति भवतु भ्याम् इत्यत्र एव उकारः भवति ओ इत्युक्ते तत्रापि अपवादः इति अस्ति खलु विमल् दिव्योगः भ्याम् इति स्थितौ एव भ्याम् इति तत्तु द्वितीय एकवचनं नास्ति खलु नास्ति तत्र विमल् दिव्योगः अम् इति स्थितौ तत्र लुक् भवति स्वमोर्नपुंसकात् इति सूत्रेण अम् प्रत्ययस्य लुक् भवति विमलदिव् इत्येव तत्र उकारादेशः न भवति वा यतोहि सूत्रे तु पदान्ते इत्येव उक्तं खलु दिव् इत्यस्य पदसंज्ञायां सत्यां तस्य उत् आदेशः भवति इत्येव उक्तं खलु आम् एवं चेत् किमर्थं तत्र द्वितीयविभक्तौ न भवति विमल् द्यू इति किमर्थं न भवति किमर्थं तत्र द्वितीय एकवचनम् उक्तं तदनन्तरं भ्याम् इति उक्तम् भ्याम् इत्यत्र तु पदसंज्ञा अस्ति परन्तु अम् इत्यत्र पदसंज्ञा नास्ति अम् तु स्थाने सर्वनामस्थाने अस्ति खलु सर्वनामस्थाने भवतु इदानीम् अम् इति प्रत्ययस्य पदत्वं तु अवश्यं विधीयते खलु विमलदिव् इति तु पदमस्ति खलु विमलदिव् इति तत्र प्रातिपदिकमस्ति अम् पदमपि अस्ति खलु अम् इत्यस्य लुक् अम् इति लुक् अभवत् खलु लुक् यदा भवति तदा एव पदसंज्ञा भवति न लुक् यदा भवति तदा एव पदसंज्ञा इत्युक्ते विमल् दिव् योगः अम् इति स्थितौ पदसंज्ञा अस्ति सुप्रत्ययस्य योजनेन पदसंज्ञा अस्ति तदनन्तरं तत्र प्रत्ययः लुप्तः चेत् तत्र इदानीं विमल् दिव् इति पदं नास्ति वा पदमेव अस्ति खलु विमल् दिव् इति अम् इत्यस्य लोपानन्तरमेव पदसंज्ञा प्राप्नोति परन्तु अम् इत्यस्य योजनेन तत्र प्रातिपदिकं प्लस् स्वादिप्रत्ययः खलु न मम प्रश्नः अस्ति विमल् दिव् इति शब्दस्य लोके प्रयोगः अस्ति वा न वा द्वितीयविभक्त्यन्तरूपेण अस्ति पदमस्ति वा न वा पदं नास्ति चेत् कथं वा लोके प्रयोगः परन्तु योगः अम् इत्यत्र तु विमल्दिव् इत्यस्य पदसंज्ञा नास्ति, तत्र न भवतु भवतु नाम तत्र अग्रे गत्वा विमल्दिव् इति यदा पदसंज्ञा जायते तदानीं किमर्थम् अस्य सूत्रस्य प्रवृत्तिः न विमल्दिव् प्लस् सम्थिङ्ग् भवति चेत् विमल्दिव् प्लस् काम इति किमपि भवति चेत् तत्र भवति पश्यतु अत्र पश्यतु विमल्दिव् इति अस्य सर्वाणि रूपाणि विमल् द्यू विमल् दिवि विमल् दिवि विमल् द्यू इति अस्ति तत्र अस्ति एव द्यू विमल् दिवि विमल् दिवि विमल् द्यू इति रूपम् अस्ति तत्र तत्र तु भवति उकारादेशः भवति अतः तत्र अन्यत्र लब्धावकाशः अस्ति अन्यत्र लब्धावकाशः अस्ति तर्हि अत्र द्वयोः मध्ये विप्रतिषेधे परं कार्यम् द्वयोः अन्यत्र लब्धावकाशः अस्ति विप्रतिषेधे परं कार्यं विभवति इति परसूत्रम् इति कृत्वा तस्य कार्यं प्रथमतया अस्तु भगिनि सरस्वती भगिनी लोपो व्योर्वलि इति सूत्रं पठतु लोपो व्योर्वलि वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे वकार च यकार च व्यो इत्रेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वलि सप्तम्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि तर्हि लोपो व्योर्वलि इति सूत्रस्य अत्र विवरणमस्ति तर्हि व्योर्वलि तर्हि वलि सप्तमीविभक्ति अस्ति वल् प्रत्याहार तत्र तस्य सप्तमीविभक्ति वलि भवति इत्युक्ते यदि वलि अनन्तरमस्ति वलिपरे व्योः व्योः अस्य व्योः इत्युक्ते व्योः द्वन्द्वसमास इतरेतरद्वन्द्वसमासः भवति वकारयकारयोः द्वन्द्वसमासः व्योः भवति व्योः सन्धिकारणेन व्योर्वलि भवति सन्धिकार्यं कृत्वा व्योर्वलि भवति तर्हि यदि वल् प्रत्याहारपरे अस्ति तथा व्यो तस्मात् पूर्वम् अस्ति तदा व्योः इत्युक्ते वकारयकारस्य लोपः भवति सम्यक् अस्तु किञ्चित् अग्रे अपि पठतु अलिविधि सप्तमी तत्पुरुषः अलिविधिः सप्तमी तत्पुरुषः अलिपरे पूर्वस्य विधेः कर्तव्ये सति अल् स्थाने आदेशस्य स्थानिवद्भावो न भवति तर्हि अलिविधिः सप्तमी तत्पुरुषः पुनः अलि सप्तमी इत्युक्ते परे अस्ति तदा अलिपरे पूर्वस्य विधेः कर्तव्ये इत्युक्ते पूर्वं यदि तस्मात् पूर्वं यदि अल् स्थाने आदेशः भवति तर्हि तत् स्थानिवद्भावः न भवति अत्र उदाहरणमस्ति कः क इष्टः यज् धातुः सप्रत्यय योजयित्वा यज् योग त वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति अतः यकार यदस्ति यकार अकार तत्र यकारस्थाने इ आगच्छति इ योग अयोग जकार योग त त पूर्वरूपैकादेशः इज् योग त पुनः व्रश्च भ्रश्च सृजमृज यज राजभ्राज छशांशः इत्यनेन व्रश्च भ्रश्च सृजमृज यज राजभ्राज छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः झलि परे अतः पुनः इश् योगत ष्टनाष्टुः भूत्वा इष्ट भवति एतस्मात् पूर्वं प्रतिपादयामि वा आम् कृपया तर्हि क इष्टः धातु अस्ति तर्हि यज् धातु अस्ति यज् धातु तान्तरूपमस्ति तर्हि यज् धातु योगक् त पुनः तत्र केवलं त अवशिष्यते ककारस्य लोपः भवति यज् योग त भवति इदानीं सूत्रमस्ति वजि स्वपि यजादीनां किति कित् अस्ति ककारस्य लोपः अभवत् अतः कित् अस्ति किति परे यज् धातोः अनेन सूत्रेण तस्य सम्प्रसारणं भवति अतः सम्प्रसारणं पुनः यकारस्य अस्ति तर्हि यकारस्य स्थाने ईकार आगच्छति पुनः अ अवशिष्यते इ योग अ योग जकार अतः अत्रैव पूर्वरूप एकादेशः भवति, अतः यकारस्य स्थाने इकार आगच्छति. ईयोग अ, अत्र एकं सूत्रं न दत्तमस्ति सम्प्रसारणाच्च न वा, तर्हि तत्र अकारस्य लोप भूत्वा इज्यो इज् भवति, इज् योगत भवति. भ्रश्च भ्रश्च सृजमुज यज राज भ्राज छषां षः, अनेन सूत्रेण यद् जकार यज् स्थाने यज् यज् धातोः जकारस्य स्थाने षकार आगच्छति, यतोहि सूत्रे यज् धातु अस्ति. अतः अत्र पुनः अन्तिमवर्णस्य स्थाने षकार आदेशः भवति, निमित्तमस्ति झलि परे, अत्र त अस्ति, तकार अस्ति, त झलि झलि अस्ति, अतः इज् स्थाने इष् भवति, इष् योग त. अत्र पुनः ष्टुनष्टुः तः भूत् सन्धि भूत्वा इष्ट भवति, तकारस्य टकार भवति. एतावदेव नाम सम्यक् सम्यक् बहु सम्यक् भगिनि, बहु समीचीनं सुन्दररीत्या प्रतिपादितवती. अत्र तत्र सम्प्रसारणसंज्ञकवर्णस्य अनन्तरम् अकारस्य लोपः इव दृश्यते, वस्तुतः अत्र पूर्वरूपादेशः भवति सम्प्रसारणादेशः. आम् आम् आम् सम्प्रसारणाच्च अनेन सम्यक् सम्यक् सम्यक्. तर्हि इदानीम् अली विधिः इत्यस्य उदाहरणमस्ति क इष्टः इति. तत्र यज् धातुः तः तप्रत्ययः, तत्र सम्प्रसारणं भवति, तप्रत्ययः कित् अस्ति इति कृत्वा सम्प्रसारणं भवति वचि स्वपि अजादीनां कित् इत्यनेन. तर्हि सम्प्रसारणं यदा भवति तदानीं यण् वर्णस्य स्थाने इकादेशः भवति, यज् इत्यत्र यण् वर्णः यकारः, यकारस्य स्थाने इकारः, तदनन्तरं यः अकारः पूर्वम् अस्ति सः अकारः अनुवर्तते, ईयोगः अयोगः ज. इदानीम् ईयोगः अ इत्यत्र अन्यत् सूत्रमस्ति सम्प्रसारणाच्च इति सूत्रेण, सम्प्रसारणसंज्ञकवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः पूर्वरूपादेशः ईयोगः अ इ इति अवशिष्यते, इज् योगः त, इज् योगः त इत्यत्र. अन्यत् सूत्रमस्ति भ्रश्च भ्रश्च सृजमृज राजभ्राज चषांशः इत्यनेन यज् धातोः तत्र जकारस्य स्थाने मूर्धन्यषकारादेशः भवति, अतः इष् योगः त. अधुना ष्टुनाष्टुः इत्यनेन षकारस्य प्रभावेन तकारस्य स्थाने टकारः, इष्ट इति रूपं सिद्धम्. इत्युक्ते अत्र बहूनि सोपानानि सन्ति, अस्माकम् अवधानं सर्वत्र तत्र सर्वत्र न भवेत्. अस्माकम् अवधानं कुत्र भवेत् इति चेत् स्थाने कः आदेशः कः, अनन्तरं विधिसूत्रं किम् इति तत्र एव भवेत्. इदानीम् एतावत् अस्माभिः पठितम्, इदानीं ततः अग्रे अत्र अनिमा भगिनी किञ्चित् पठतु अग्रे. एतस्मात् पूर्वं तदारभ्य किल भगिनि, किं योगे सुप्रत्ययः किम कः इत्यनेन किं शब्दस्य विभक्तिप्रत्यये परे क आदेशः, क योगः सकारं ससजुषोरुः कर् प्लस् इष्ट, यज् धातोः सम्प्रसारणेन निष्पन्नस्य इकारस्य यकारस्थान्निवत् भावं कृत्वा हषि च इत्यनेन अप्लुत ह्रस्व अकारात् परस्य रु सम्बद्धरेफस्य उकारादेशः हषि परे क प्लस् उ प्लस् इष्ट इति भवति स्म, परन्तु तावत् किं प्रथम क इष्टः इति अस्ति, तस्य प्रथमभागः अस्ति क इति, तस्य विवरणम् अत्र दत्तमस्ति. किम् इति प्रातिपदिकम् अस्ति, किं प्लस् सु प्रत्ययः, किम कः इत्यनेन सम्पूर्णस्य पदस्य किं स्थाने क आदेशः भवति, क योगः सकारं भवति. इदानीं ससजुषोरुः इत्यनेन कर् इति भवति, सो इदानीं सम्पूर्णं पदमस्ति कर् इष्ट इति. सो इदानीं यज् धातोः सम्प्रसारणे निष्पन्नस्य ओ अस्तु इकारस्य स्थाने पूर्वं यज् इति आसीत् अतः तत् यकारस्थानिवद् भावम् अस्ति चेत् कर् प्लस् यकारं तत्र दृश्यते अतः हशि च इत्यनेन अन्यत् किमपि कार्यं भवति इति लिखितमस्ति अत्र इकारं न स्वीकृत्य यकारस्य कार्यं भवति वा इति प्रश्नः अप्लुत ह्रस्व अकारम् अस्ति तत् क र इति तत्र अप्लुत ह्रस्वकारम् अस्ति तदनन्तरं ससजुषो रुः इत्यनेन प्राप्तं रु अस्ति सो तत्र अकारम् अस्ति रेफः अस्ति यत् रु अस्ति अनन्तरं रेपस्य हशिपरे यकारम् आसीत् चेत् हशिपरे इति भवति इति भवति स्म परन्तु हशि परे तिनेन खदनेन अलि विधि परन्तु वयं तत्रैव भगिनि किल आमां परन्तु हशि परे इति कथनेन अलि विधि इति कारणतः सो अत्र अल् विधिः भवति वा इति प्रश्नः अस्ति इकाररूपादेशे यकारस्य स्थानिवद्भावः न भवति यतः इदानीं तत्र इकारमेव अस्ति अतः यकारस्य अल् विधि यकार हश् इति गुणधर्मः इकारेण अध्यारोपयितुं शक्नुमः सम्यक् सम्यक् बहु सम्यक् इदानीं तत्र किञ्चित् हशि च इति सूत्रस्य अर्थः कः इति एकवारं पश्यामः तत्र शोभाभगिनी वदति वा हशि च इति पठतु तत्र हशि च इति सूत्रार्थः हा भगिनि दशवत् पूर्वं क इष्टः इति लटिवाक्यं किं यजति इति भवति वा तत्र ओ लटिवाक्यम् इति वा किं यजति एव भवति किल किमर्थं किं यजति कः यजति खलु अत्र कः यजति वा तत्र ओ तत्र कः यजति अपि भवति वा अस्तु किमकः इत्यनेन तत्र किम् इति स्वीकृतं किल तत्र न प्रथमविभक्तौ कः इति एव अस्ति खलु अत्र रूपं किम् अस्ति कः इति कः इति अधिकं तु किम् अस्ति अस्तु अस्तु कः यजति इति भवति वा अस्तु अस्तु समीचीनम् इष्टः इति तु तत्र भ्रान्तिः भवति इष्टधातुतः अपि इष्टः भवति यज्धातुतः इष्टः भवति इत्येव तत्र भ्रमः अस्ति सः भ्रमः इष्ट इष्ट इति रूपम् इति समानमस्ति इति वा आम् आं समानमस्ति तत्र यज्धातु भगिन्या मम अपि प्रश्नः तदेव आसीत् यजति इत्युक्ते वर्षे इष्ट इत्युक्ते वाट् वि विश् न तर्हि अहमपि तर्हि अहमपि डिक्षनरी दृष्टवती इदानीमेव तदा सेक्रिफैस् वित् अ व्यू टु एवमपि अस्ति यजति धातोः अर्थः तर्हि अहम् एवं चिन्तयामि यत् सेक्रिफैस् कृतं तत् किमपि इच्छति अतः किमपि यजति एवम् अस्ति वा कोऽपि इष्टः भूतकालरूपे परन्तु यद् इष्टम् आसीत् अतः किमपि यजते वा यजति द्वयोरपि चलति अतः ममपि एवमेव प्रश्नः आसीत् न अत्र प्रश्नः अस्ति इष्टः इति तप्रत्ययः कस्मिन् अर्थे विहितः अस्ति इति एकः प्रश्नः कालः कः तत्र भूतकाले विहितः अस्ति वा कस्मिन् काले विहितः अस्ति इति प्रश्नद्वयम् अस्ति तत्र इष्ट यज् धातुः सकर्मकः वा अकर्मकः वा सकर्मकः धातुः खलु परन्तु कान्त अस्ति तर्हि भूतकाले एव अस्ति न काल तु न वा न सर्वदा भूतकाले एव भवति इति न कदाचित् वर्तमानकाले अपि भवति तादृशसूत्रमस्ति चेत् भवति परन्तु प्रायः अत्र नास्ति विरलः अस्ति इति अहं सामान्यतया वदामि सप्रत्ययः अस्ति चेत् साक्षात् भूतकाले एव भवति इति अपि अर्थः नास्ति अत्र कस्मिन् काले अस्ति इति एकः प्रश्नः अपि भवति अपि च कस्मिन् अर्थे विहितः अस्ति इति अपि अन्यः प्रश्नः. अत्र कस्मिन् अर्थे विहितः अस्ति क इष्टः इत्यत्र कस्मिन् अर्थे विहितः अस्ति इति चिन्तनीयम् इति प्रश्नद्वयम् इति वा आत्मीयः आत्मीयः आत्मीयः नाम somebody you care for न अत्र अर्थः इत्युक्ते प्रत्ययस्य अर्थः इत्युक्ते किम् इति चेत् अत्र किं कर्मार्थे अस्ति वा भावार्थे अस्ति वा अधिकरणार्थे अस्ति वा कस्मिन् अर्थे अस्ति इति प्रश्नः. ओ अस्तु सप्रत्ययः कस्मिन् अर्थे अस्ति इति चेत् प्रत्ययस्य अर्थः कः कस्मिन् अर्थे विहितः अस्ति क इष्टः इदानीं क इष्टः इति तदेव स्वीकृत्य सम्पूर्णवाक्यं कोऽपि वदतु. केन यज्ञः कृतः इति सामान्यार्थः स्यात् वा तेन यज्ञः कृतः केन केन यज्ञः कृतः केन यज्ञः कृतः इति चेत् तदेव तत्र न यज्ञः कृतः तत् तथा मां वदतु तत्र इष्टः इति रूपम् अस्ति खलु तत् स्वीकृत्य वदतु किमर्थं यज्ञः कृतः इति सर्वं वदति इष्टः इति तद् यज्ञः कृतः इत्यस्य स्थाने इष्ट यज् तप्रत्ययः अतः अर्थ अर्थपूर्णार्थं तथा उक्तवती न अवगतवती अर्थपूर्णार्थं तथा उक्तवती इति मया अवगतं परन्तु अहं किं पृच्छामि इति चेत् तथा अनुक्त्वा अत्र इष्टः इति यत् रूपम् अस्ति तदेव स्वीकृत्य एकं वाक्यं वदतु इति मम प्रार्थना. तत्र कोऽपि यज्ञः पुरोहितः इष्टः इत्युक्ते तत्र भवती अकर्मकप्रयोगः कृतवती खलु पुरोहित इष्टः इति तत्र कर्तरिप्रयोगः वा कर्मणिप्रयोगः वा कर्तरिप्रयोगः एव कर्ता एव उचितमस्ति इदानीम् इष्टः इत्यनेन कर्तरिप्रयोगः चेत् तत्र यज्ञातुः किं भवति तत्र अकर्मकधातुः इति स्वीकृतवती खलु सकर्मकधातुः सकर्मकः वा अकर्मकः वा यज्ञातुः तर्हि सकर्मकत्वं स्वीकृत्य वाक्यं वदतु तदेव भवति न तत्र रामेण पुरोहितः इष्टः इति वक्तुं शक्यते वा अस्य अर्थः कः रामेण पुरोहितः इष्टः इत्यस्य अर्थः तत् न भवति न तु वर्षिप् अपि अस्ति न यजति इति वर्षिप् अपि अस्ति अग्रिमम् इष्टः भवति वा नो चेत् हविः इष्टः पुरोहितः हविः इष्टः इति यज्ञः यः यज्ञं करोति सः इष्टः इति अर्थः भवति चेत् तत्र तदेव खलु यः यज्ञं करोति सः इष्टः यतोहि तत्र यज् इत्यस्य इष् इति भवति अतः इष्टः न अत्र कर्त्रार्थे अस्ति चेत् यः यज्ञं करोति सः इष्टः इति तत्र केवलम् अर्थं तदेव इति निर्धारित्वा अग्रे वदामि इति पृष्टवती इष्टः इति यः यज्ञं करोति इति अर्थे भवति चेत् तर्हि तत्र न भगिनि यः यज्ञं करोति इति तत् तथा वदति चेत् तदानीं कर्त्रार्थे अस्ति इति वदति भवति अकर्मकप्रयोगः अस्ति कर्त्रार्थे अस्ति इति कृत्वा कश्चन यजति इति कृत्वा कश्चन इष्टः इति वदति भवति खलु हा इत्युक्ते तत्र यज्ञम् इदानीं यज्ञं करणीयमस्ति इति चिन्तयामः चेत् तत्र कोऽपि प्रष्टुम् अर्हति इष्टः कः इति इत्युक्ते तत्र कः इदानीं यज्ञं भवेत् इष्टः कः इति यथा तत्र पुरोहितः वा राजा वा कोऽपि कर्तुम् अर्हति सः इष्टः भवति तर्हि कः इष्टः इति वक्तुं शक्नुमः, तदेव ते द्वे पदे एव स्वीकृत्य वदनीयं चेत्, नो चेत् तः तर्हि तत्र दिलीपः इष्टः भवेत् इति अहम् इच्छामि इति अपि वक्तुं शक्नुमः इति मन्ये. सकर्मकः भवति चेत् दिलीपं किं तत्र इष्टः इति दिलीपः भवति चेत् किं वदनीयं तत्र, दिलीपम् इष्टम् इदानीम् अहं किं वदामि इति चेत् अत्र अस्माकम् अवधानं नास्ति, अत्र कर्तरीप्रयोगः कर्मणीप्रयोगः इति तद् गृहपाठने चिन्तयितुं शक्नुमः. यज् धातोः कः अर्थः इति तद् अग्रे चिन्तयितुं शक्नुमः. अत्र अस्माकम् अवधानं तु स्थानिवद्भावस्य विषये अस्ति, अत्र कर्तरीप्रयोगः वा कर्मणिप्रयोगः किञ्चित् अनन्तरं चिन्तयामः, यतोहि तत्र विषयान्तरं प्रति अस्माभिः गमनं क्रियते इति कृत्वा अत्र अस्माकं विषयं प्रति आगच्छामः. अत्र कः इष्टः, तत्र किम् अस्ति वाक्यं किं, तद् अनन्तरं चिन्तयामः, यतोहि तत्र किञ्चित् चिन्तनीयम् अस्ति. शोभा भगिनी यद्भवती उक्तवती अवगतवती, कर्त्रार्थे अस्ति इति भवती उक्तवती, इदानीम् अहम् अङ्गीकर्तुं न शक्नोमि, किञ्चित् मम मयापि चिन्तनीयं, चिन्तयित्वा अनन्तरं वदामि. आं भगिनि, अत्र कर्तरीप्रयोगे अस्ति वा इति भवन्तः अपि चिन्तयन्तु, कर्तरीप्रयोगे भवितुमर्हति वा यज् धातोः प्रयोगे, अत्र यः प्रयोगः कृतः तस्य अर्थः कः इति किञ्चित् चिन्तनीयमस्ति. अस्तु, सरस्वती भगिनी वदतु. न अहं वक्तुम् इष्टवती, वंशी भगिन्याः उदाहरणं तु सम्यक् अस्ति, केवलं कर्ता कर्म किञ्चित् क्रास् अभवत् वा. पुरोहितेन रामः इष्टः, तर्हि पुरोहितेन रामः इष्टः यत्र तान्त भूतकाले अस्य वाक्यस्य अर्थः कः आङ्ग्लभाषायां वदतु, मया न बुद्धं वाक्यस्य अर्थः. हा, द प्रीस्ट् वर्शिप्ड् राम, वंशी भगिन्याः एव उदाहरणमस्ति, अहं केवलं सा रामेण उक्तवती, अहं वदामि पुरोहितेन रामः इष्टः, एवं वा? सम्यक्, तादृशवाक्यं सम्यक् अस्ति. एवं चेत् तत्र सकर्मकप्रयोगः भवती कृतवती, सकर्मकप्रयोगः अस्ति चेत् कर्त्रार्थे नास्ति, तर्हि इदानीम् अस्माकं वाक्यम् अत्र कः इष्टः इति अस्ति, तर्हि पुरोहितेन कः इष्टः इति वाक्यं खलु, पुरोहितेन कः इष्टः इति वाक्यं, पुरोहितस्य न पुरोहितेन कः इष्टः, किमर्थं पुरोहितस्य कर्ता अस्ति पुरोहितः, हू डिड् द पुरोहित वर्शिप्, हू वर्शिप्ड् इति प्रश्ने पुरोहितेन कः इष्टः इति तादृशवाक्यं, कः इष्टः इति वाक्यं. तर्हि तदेव वाक्यं कर्तरीप्रयोगे वक्तुम् इच्छति चेत् वंशी भगिनी वदतु किं वदामः. अस्तु, तत्र पुरोहितः रामं यजति, न इति मम वाक्यमस्ति, पुरोहितेन कः इष्टः इति वाक्यम्. ओ अस्तु, पुरोहितः कं यजति, तावदेव. यदि तत्र यजति इत्यस्य वर्षिप् इति अस्मिन् अर्थे अस्ति चेत् तावदेव तत्र समीचीनम्. अस्तु, इदानीम् अस्माकं हशिच इति सूत्रस्य विषये चिन्तनं कुर्मः, तत्र हशिच इति सूत्रं शोभा भगिनी पठतु. आं भगिनि, हशिच इति सूत्रं, पृथभिन्न ह्रस्व अकारोत्तरवर्तिनः रुसम्बद्ध रेफस्य स्थाने उकारादेशो भवति हशि च, हशि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्, अतोरोरप्लुदात् अप्लुते इत्यस्मात् अप्लुतात् अतः रो रोः इत्येषाम् अनुवृत्तिः, ऋत उत् इत्यस्मात् उत् इत्यस्य अनुवृत्तिः, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अप्लुतात् अतः रोः उत् हशि च संहितायाम् इति. सूत्रार्थः अस्ति तत्र प्लुतभिन्न ह्रस्व अकारोत्तरवर्तिनः रुसम्बद्धरेफस्य स्थाने उकारादेशो भवति इति. तर्हि तत्र रेफस्य स्थाने उकारादेशो भवति यदि हश् वर्णः परवर्णः अस्ति इति चेत्. हशि च इति पूर्वकार्यं परनिमित्तं. कीदृशरेफस्य स्थाने उकार आदेशः इत्युक्ते रुसम्बद्धरेपः इत्युक्ते रुसम्बद्धरेपः इत्युक्ते ससजुषुरुः इत्यनेन रु इति आदेशः भवति. तादृशः रु इति भवितुम् अर्हति. अन्यत्रापि रु इति भवति तत्र कुत्र नश्चापदान्तस्य झलि इत्यनेन वा न नश्चव्य प्रशान् इत्यनेन वा इदानीं किञ्चित् भ्रमः. यत्र रु इति ऊरु अतोरोर् अप्लुतात् अप्लुते इति क्षम्यतां तत्र रु इति आदेशः भवति. तादृशरुसम्बद्ध्य रेफस्य स्थाने उकारादेशः इति आदेशः नास्ति तत्र. तत्र उत्वमस्ति खलु उत्वं रु इत्यस्य स्थाने अतोरोर् अप्लुतात् अप्लुते अतः रोः अप्लुतात् अप्लुते इति अत् तत्र अत् अतिपरे तस्य प्रसक्तिः भवति अतः अतिपरे अतः उत्तमं भवति तत्र. हा यथा तत्र किं बालोऽहम् इति भवति बालः अहम् इति अस्ति चेत् आम् अस्तु. तत्र प्लुतभिन्नह्रस्व इति आरम्भम् इत्युक्ते ह्रस्वाकारः प्लुत न भवेत् तत्र दीर्घ प्लुत न भवेत् अथवा ततोपि अग्रे प्लुतः न भवेत्. तत् तादृशः प्लुतभिन्न केवलम् अत् इति अकारः ह्रस्वाकारः अकार उत्तरवर्तिनः रुसम्बद्ध तस्मात् परं रुसम्बद्धरेपः भवेत् तस्य रेपस्य स्थाने उकारादेशः भवति हशि परे इति. तत्र यत् यथा तत्र बालः इति स्वीकुर्मः अस्ति इति अथवा बालः अहं बालः अस्ति बालोऽस्ति इति भवति. बालः इति तत्र विसर्गस्य स्थाने अन्ते रु इति आदेशः भवति यदा बालर्योगः अस्मि इति तत्र रुसम्बद्धरेपः भवति. तत्र हशिच इत्यनेन रेपस्य स्थाने उकारादेशः भवितुम् अर्हति एतेन सूत्रेण. बालः अस्ति इति तत्र वा हा बालः अस्ति तत्र अकारात् परस्य विसर्गस्य स्थाने तत्र यदा ससजिषोरुः इत्यनेन रु इति भवति बालस् इति आरम्भं कुर्मः चेत् बालर् इति भवति रुसम्बद्ध्य रेपः तत्र. तदनन्तरम् इदानीं केन सूत्रेण तत्र हशि च इत्यनेन तत्र रुसम्बद्धरेपस्य स्थाने उकार आदेशः भवति. परन्तु तत्र हशि परे अस्ति वा तत्र ओ क्षम्यतां हशि नास्ति तत्र. तर्हि हश् वर्णः भवति चेदेव अस्तु अस्तु तत्र किं बालः धावति इति वा भवेत् तथा वा वक्तुं शक्यते. हा बालः धावति इति भवति चेत् हशि च इति भवति अस्तु. तत्र बालर् धावति इति इत्यत्र बालो धावति इति भवितुम् अर्हति खलु. हा तर्हि तादृशेषु प्रसङ्गेषु इति प्लुतभिन्नह्रस्व आकारः भवेत् पूर्वं तस्मात् उत्तरम् इत्युक्ते तस्मात् परं रुसम्बद्धरेपः भवेत् तदा तस्य रेपस्य स्थाने उकारादेशः भवति यदि परवर्णः हश्वर्णः हशि इति निमित्तं तत्र अतः हश्वर्णः भवेत् तस्मात् परम् इति. तर्हि हशि इति सप्तम्यन्तम् अस्ति निमित्तरूपेण. च इति तत्र अव्ययपदं. तदनन्तरम् अतोरोरप्लुदात् अप्लुते इत्यस्मात् अप्लुतात् अतः रोः इति अनुवृत्तिः स्वीकृतम् अस्ति. ऋत उत् इत्यनेन उत् इत्यस्य अनुवृत्तिः स्वीकृतम्। अन्ते तत्र अप्लुतात् अतः रोः उत् हसि च हसमितायाम् इति अनुवृत्तिसहित सूत्रम् अनुवृत्तिसहितवाक्यं भवति। तत्र किञ्चित् वदनक्लेशः अभवत्, क्षम्यतां। नास्ति, सम्यक् सम्यक्, समीचीनतया उक्तवती। तत्र ससुजुषोरुः इत्यनेन रु आयाति चेत् तस्मात् पूर्वं ह्रस्व अकारः अस्ति, रु इत्यस्य अनन्तरं हस्वर्णः वर्तते चेत् रु इत्यस्य स्थाने उकारादेशः भवति। तर्हि इदानीम् अस्माकम् उदाहरणमस्ति कयोगः उयोगः इष्ट इत्यत्र। इदानीं तत्र वंशी भगिनी वदतु, अत्र हसि च इति अत्र अस्मिन् प्रसङ्गे सानि कः, आदेशः कः, तृतीयकाले विधिः किम्? अस्तु भगिनि, तत्र तु किंसु इत्यतः आरभ्य किल भवति किल, तत्र किं कयु इष्टः इत्यस्मात् वक्तव्यं किल, तत्र नो चेत् किं सु इत्यस्य किम कः इत्यनेन तत्र तु क भवति, क सु क इष्ट अस्तु इति एव अत्र अस्माकम् इदानीं तत्र बहूनि सोपानानि सन्ति खलु। सत्यं सत्यम्, एतेषु सोपानेषु सानि कः, आदेशः कः, विधिः कः इति चिन्तनीयम्। अस्तु, वदामि, तत्र तु किमस्ति इत्युक्ते तत्र अस्तु कर्योगः इष्ट इत्यस्मात् एव भवति इति चिन्तयामि, यतोहि तत्र कर्योगः इष्ट इत्यस्मात् हसि च हसि च इति तत्त्वं भवति। अस्तु अस्तु, तत्र किं सु इत्यस्मिन् स्थाने एव तत्र प्रथमस्थाने भवति, तत्र मकारस्य किं स्थाने क आदेशः भवति, स्थाने तु क भवति, किं भवति, किं स्थाने क आदेशः भवति, अतः तत्र स्थाने इति एकनिमिषः भवति, क्षम्यताम्, कसु इति अस्ति ससचिशोरुः रेपः स्थाने एव तत्र क्लेशः अस्ति इति भूत्वा अस्तु सुप्रत्ययस्य योजनानन्तरम् एव तत्र हा अस्तु भगिनि अवगतं, तत्र क्षम्यतां, तत्र तु किं कः इति किम कः इति न तत् का योगः सु इति भवति, तस्मात् अनन्तरं तत्र स स्थाने स्थाने सकारः अस्ति, सकारस्य स्थाने रेपः आदेशः भवति, तत्र तु ससजिषोरुः इति सूत्रेण, तस्मात् अनन्तरं कस्य विधिः भवति इति एव प्रश्नः, हसि च इति भवति वा, भो भवो अभो अपूर्वस्य योषि इति भवति वा इति एव तत्र प्रश्नः जायते, यतोहि तत्र परवर्णः तु इकारः अस्ति, इकारस्य स्थाने यकारः स्थानिवत् भवति वा इति प्रश्नः जायते, अतः तत्र सकारः एव तत्र स्थानि भवति, तस्मात् अनन्तरम् आदेशः तु ससजुषोरुः इत्यनेन रेपादेशः तत्र भवति, विधिः तु हसि च नो चेत् भो भवो अभो इति भवति वा इति प्रश्नः, तृतीयकालः तु कस्य विधिः भवति इत्युक्ते भो भवो अभो अपूर्वस्य जोषि इत्यनेन कार्यं भवति, यतोहि तत्र न इदानीं तृतीयकाले भो भगो अगो अपूर्वस्य योषि इत्यनेन कार्यं भवति इति अनन्तरम् अस्ति विषयः, इदानीं हसि च इत्यनेन भवति न वा इति एव प्रश्नः। हा सत्यं, हसि च इत्यनेन न भवति, यतोहि हल् वर्णः परेण अस्ति, किमर्थम् एनो किमर्थं पश्यतु, अत्र पश्यतु, हसि च भवति वा भो भगो अगो अपूर्वस्य भवति वा इति न, हसि च इति सूत्रसङ्ख्या का, भो भगो अगो अपूर्वस्य इति सूत्रसङ्ख्या का, षष्ठमध्याये अस्ति, तत्र तु अष्टमाध्याये अस्ति, षष्ठमाध्याये हसि च एव प्रथमं कार्यं कर्तुम् अर्हति, यतोहि तत्र तत्र षष्ठमाध्याये अस्ति, अतः तत्र हसि च इति कार्यं न भवति, यतोहि तत्र इकारः एव पश्यति, स्थानिवदादेशो इदानीं पुनः एकवारं वदतु स्थानिकः आदेशः कः अनन्तरं विधिः कः स्थानि तु क योगः सु इत्यस्मात् तत्र सकारः एव स्थानि अस्ति सकारस्य स्थाने ससजुषुरुः इत्यनेन रुत्वं भवति अधुना तु कर् अस्ति कर् योगः इष्टः इति तु तत्र अत्र किञ्चित् भगिनि अत्र किञ्चित् इतोपि चिन्तनीयम् अत्र कः इदानीं किञ्चित् तत्र कः विजयलक्ष्मी भगिनी वदति वा किञ्चित् अस्ति वा भगिनि अस्मि अस्मि स्थानिकः आदेशः कः अत्र स्थानी रेफः तत्र रेफस्य उत्वं भवति वा इति चिन्तनं रेफस्य कदा उत्वं भवितुम् अर्हति परे यदि हश्वर्णः अस्ति चेत् अत्र इष्टः इत्यस्य पूर्वं यज् इति रूपम् आसीत् यज्योगः क्त तत्र तु यकारः आदौ अस्ति तत्तु हश्वर्णः अस्ति अतः कर् इत्यस्य रेफस्य उत्वं भवति इति चिन्तनं परन्तु पुनः पुनः अत्र वदतु भवती किम् उक्तवती सकारः स्थानि रेपः आदेशः इति उक्तवती वा न सकारः अत्र अस्माकं प्रसङ्गे स्थानिकः आदेशः कः स्थानी रेफः रेफस्य आदेशः उत्वम् इकारः स्थानी इकारः स्थानी रेफस्य उत्वं भवति वा इति चिन्तनम् न इदानीं क्रमेण कालत्रयं किं विधिसूत्रं किं सः विधि तत् विधिसूत्रम् अल्विधिः वा न वा इति एवं रीत्या चिन्तनम् अत्र कालत्रयं किं प्रथमम् स्थानीकः आदेशः कः आदेशः केन सूत्रेण तृतीयकाले विधिसूत्रं किं विधिसूत्रस्य निमित्तानि कानि एण्ड् तेषु निमित्तेषु स्थानिनी सः वर्णः अस्ति वा निमित्तम् अस्ति वा विधिसूत्रम् अल्विधिः वा न वा इति एवं रीत्या वदतु अस्तु किं स्थाने क आदेशः भवति तत्र तु स्थानिवत् इत्यस्य चिन्तनं नास्ति यतोहि तत्र न यत्र नास्ति तत्र तद् मा चिन्तयतु एव अत्र अस्माकं साक्षात् पुरतः स्थानिवत् क इति अस्ति क योगः स सुप्रत्ययः स इति अस्ति अत्र क योगः स कर्योगः इष्ट इति स्वीकरोतु कर्योगः इष्ट कर्योगः इष्ट इति एव अस्माकं पुरतः इदानीम् अस्ति पूर्वं कार्यं सर्वम् अभवत् कर्योगः इष्ट इत्यत्र इकारः पूर्वं यकारः आसीत् अतः तदेव स्थाने इदानीं तृतीयकाले हशि च इति सूत्रं वदति न इदानीम् एकं स्टेप् स्किप् कृतवती प्रथमतया स्थानि कः इति सम्यक्तया उक्तवती यकारः स्थानि आदेशः कः केन सूत्रेण यकारस्य व्रश्च भ्रश्च इत्यनेन षकारः अभवत् ष्टुनाष्टुः इति न यकारस्य इकारः सम्प्रसारणम् इति वचि स्वपि यजादीनां किति इति सूत्रेण इकारः इति अभवत् तदेव एकक्षणं बहु सम्यक् तर्हि अत्र वंशी भगिनी अत्र बहूनि सोपानानि सन्ति भवत्याः अवधानं किम् इत्यत्र एव आसीत् अत्र तु अलिविधिः अस्ति अत्र स्थानि अस्ति यकारः तस्य स्थाने इकारादेशः जातः वचि स्वपि अजादीनां किति इत्यनेन इदानीम् अग्रे किम् अस्ति वंशी वदति वा अहं वदामि वा भवती वदतु द्वितीयकाले वचिष्वपि यजादीनां किति इत्यनेन यकारस्य इकारः अभवत्। इदानीं कर् योगः इष्ट इति स्थिते हषि च इति सूत्रस्य कार्यं भवति वा इति तृतीयः कालः। यतोहि इकारस्य पूर्वजन्मनि रूपं यकारः इति आसीत्, तत्तु हश्वर्णः अस्ति, अतः कर् इत्यस्य रेफस्य उत्वं भवति स्म। परन्तु यकारः तु इदानीं नास्ति, अल्वर्णाश्रितकार्यं न भवितुमर्हति, अस्माकं सूत्रमस्ति खलु स्थानिवत् आदेशो अनल्विधौ इति, अतः अत्र कर् योगः इष्ट इत्यत्र हशि च इति सूत्रस्य प्रसक्तिः नास्ति। उत्तमम् उत्तमं, बहु सम्यक्। अस्तु भगिनि, वंशी भगिनी पुनः वदतु, भवती वद वदतु। क्षम्यतां भगिनि, तत्र मम क्लेशः जातः। तत्र तु तत्र अलि इति उक्तत्वात् अल् तत्र अलि परे पूर्वस्य विधेः कर्तव्यः सति, अल् स्थाने आदेशस्य स्थानिवद्भावो न भवति इत्येव सूत्रार्थः तत्र अलिविधि इति विवरणमस्ति। तत्र अलिविधि इत्युक्ते परकार्यम् अस्ति तत्र इष्ट अलिविधि इत्युक्ते किम् अस्ति? परनिमित्तमस्ति न अलि परे इति अस्ति। कार्यं कुत्र अस्ति? कार्यं तु पूर्वे अस्ति न, पूर्वस्य विधेः पूर्वकार्यं, पूर्वकार्यं परकार्यं नास्ति, पूर्वकार्यं। हा, निमित्तं तु परमस्ति अलि परे, कार्यं तु पूर्वं, कार्यं तु पूर्वं, कार्यं पूर्वम् अल्, परन्तु अल् तु परमस्ति, अल् अल् अल् वर्णः तु परे अस्ति, अतः तेन क्लेशः। अलिविधिः, अलिविधिः इत्युक्ते अल् वर्णात् पूर्वं कार्यं कुत्र इति चेत् इकारात् पूर्वं रेपस्य स्थाने कार्यं। सत्यं सत्यं भगिनि, तत्र यकारः एव स्थाने अस्ति, यकारस्य स्थाने इकारः, तत्र तु सम्प्रसारणेन इकारः भवति, तस्मात् अनन्तरं कर्योगः इष्ट इत्यस्मिन् स्थित्यां तत्र रेपः स्थाने उकारः भवति वा इति कारणे तत्र इकारः स्थानिवद्भावेन यकारः न भवति, यतोहि तत्र अल् वर्णः अस्ति, अल् विधिः अस्ति, तेन कारणेन तत्र हशि च न प्रवर्तते, भोमपो अपो अपूर्वस्य योषि एव कार्यं कर्तुम् अर्हति। सम्यक् सम्यक् समीचीनम्। इत्युक्ते तत् इत्युक्ते तदर्थमेव अहं किं वदामि इति चेत्, अस्माकम् अवधानं तु तत्र क इष्टः इत्यत्र कर्तरीप्रयोगः वा कर्मणि प्रयोगः वा लटि किं वा किं, तत्र अस्माकम् अवधानं गतम् इति कृत्वा, इत्युक्ते एतादृशस्थलेषु यत्र बहूनि सोपानानि सन्ति अस्माकं मनः बहुत्र गच्छति, किं किं किम् अस्ति, बहु सम्यक् अस्ति, एवमेव चिन्तनीयम् अस्माभिः। परन्तु यदा वयं वर्गे वयं भवामः तदानीं किं भवति इति चेत् अस्माकं मनः अन्यत्र गच्छति चेत् अस्माकं वर्गे किम् अस्ति तत्र न भवति, पश्यति खलु। अतः किम् अहं किं वदामि इति चेत्, यदा एतादृश बहूनि सोपानानि सन्ति तत्र एव अस्माकम् अवधानं भवेत्। किमर्थं चेत् तत्र बहूनि सोपानानि सन्ति खलु, प्रत्येकस्मिन् सोपाने किमपि सूत्रम् अस्ति, अत्र स्थानिकः आदेशः कः, तद् ज्ञातव्यं खलु इति कृत्वा अत्र एव अवधानं भवेत् इत्येव मम प्रार्थना अस्ति। हलो, अस्तु अस्तु, बहु सम्यक्, भवती अवगतवती, सम्यक् अस्ति। तर्हि इदानीं सूर्यकुमारी भगिनी अवगतवती वा भगिनि? अस्ति वा भगिनी सूर्यकुमारी भगिनी? अस्तु, तर्हि अवगतवती वा? आं भगिनि अवगतम्। स्थानिकः स्थानी स्थाने तत्र यकारः, स्थानी यकारः आदेशः इकारः, केन सूत्रेण आदेशः, केन सूत्रेण आदेशः? वचिस्वपि यजादीनां किति इति सूत्रेण। उत्तमम्, अनन्तरं विधिसूत्रं किम् अस्ति तृतीयकाले? तृतीयकाले भो भगो अघो अपूर्वस्य योषि. हा न न भो भगो अघो अपूर्वस्य योषि इति न. ओ तृतीये तृतीयकाले तृतीये हसि अस्ति चेत् हसि च. हा हसि च इति सूत्रं भवति वा न वा इति प्रश्नः. हसि च इत्यस्य कार्यार्थं तत्र हस्वर्णः परः अपेक्षितः. इदानीं रुसम्बन्धरेपः अस्ति, तस्मात् पूर्वं ह्रस्व अकारः अपि अस्ति, अनन्तरं हस्वर्णः इदानीं न दृश्यते, ईकारः एव दृश्यते, हस्वर्णः नास्ति. परन्तु स्थानिनी अस्ति, स्थानिनी अस्ति, तादृशः हस्वर्णः आदेशे अध्यारोपयितुं शक्नुमः वा इति चेत् न शक्नुमः, यतोहि हसि च इति अल्विधिः अस्ति. आम् अस्तु. ततः अग्रे तत्र भो भगो अघो अपूर्वस्य योषि इत्यनेन कार्यं भवति, तत्तु सामान्यप्रक्रिया अस्ति, तत्र अस्माकम् अवधानं नास्ति. अत्र पश्यन्तु, क इष्ट इत्यत्र कानि सोपानानि सन्ति, केन सूत्रेण भवति, तत् सर्वत्र अस्माकम् अवधानं नास्ति एव. अत्र अस्माकम् अवधानं कुत्र कार्यं न भवति, हसि च इत्यस्य प्रवर्तनार्थं स्थानिवद्भावः भवति न वा इत्येव अस्माकं विषयः अस्ति. तर्हि तत्र एव अस्माकम् अवधानं भवेत्. किमर्थम् एवं वदामि इति चेत्, एतादृशस्थानिवद्भावस्य प्रसङ्गे कदाचित् एवं रीत्या तत्र बहूनि सोपानानि भवन्ति, तदानीम् अस्माकं भ्रमः एव भवति, तत्र कुत्र स्थानिवद्भावः कस्मिन् विषये वदन् अस्ति इति न अवगच्छामः. अतः सर्वदा कालत्रयं कल्पनीयम्, अत्र किं सूत्रं न प्रवर्तते, कस्य कृते स्थानिवद्भावः अपेक्षितः इति तत्र अस्माकम् अवधानं भवेत्. अस्तु प्रश्न अस्ति. आं महोदय. अहं केवलं न चिन्तयामः ये स्थाने सम्प्रसारण अस्ति तर्हि ये स्थाने इकार अस्ति तर्हि अल्विधि आधारेण आदेशः स्थानिवद् न भवति, आदेशः स्थानिवद् न भवति, तर्हि इकार अग्रे कथम् इकारस्य स्थाने अर्थात् कार्यं न भवति, तर्हि एव हसि च न भवति, हसि च न भवति, हसि च न भवति, हसि च तु विधिः अस्ति, विधिसूत्र अस्ति हसि च, हसि च सूत्र अत्र सम्बन्धः नास्ति, हसि च सूत्र केवलं कर पश्चात् भवति, रेफा कारणेन उकारः भवति, अत्र हसि च नास्ति, हसि च इति न हसि च इति स्थानिवत् हसि च इति अल्विधिः अस्ति इति कृत्वा निषिद्धः वर्तते इति कृत्वा हसि च न प्रवर्तते. यदि अल्विधिः अस्ति चेदपि स्थानिवत् भवति इति चेत् तदानीं हसि च भवितुम् अर्हति. परन्तु अत्र हसि च इति सूत्रम् अल्विधिः अस्ति, यकारम् आश्रित्य प्रवर्तनीयं खलु, स्थानिनीयः यकारः तम् आश्रित्य प्रवर्तनीयम् इति कृत्वा अत्र हसि च इति अल्विधिः अस्ति इति कृत्वा हसि च इत्यस्य कार्यं निषिद्धम् अस्ति. निषिद्धम् अनल्विधौ कारणेन हसि च अल् निषिद्धम् अस्ति, तर्हि धन्यवादः. तर्हि तत्र अलाविधिः एव भवतु, अलः विधिः भवतु, नो चेत् तत्र पञ्चमी परे अस्ति अपि भवतु, तत् स्थानी अपि भवतु, नो चेत् अलिविधिः भवतु, कुत्रापि भवतु, अल्लाश्रित् अल् विधिः भवेत् तत्र न भवति इति एव तत्र निगमनं कर्तुं शक्यते किल? आम्, अल्विधिः इत्युक्ते तत्र अल्वर्णः कुत्र भवेत्, निमित्तात् पूर्वं भवेत् वा इति, तदर्थं तत्र आल् पासिबिलिटीस् इन्क्लूडेड् तावदेव. आल् पासिबिलिटीस् इन्क्लूडेड्. अस्तु, कः याजकः को याजकः इति भवति. को याजकः, याजकः इति नोल् प्रत्यान्तशब्दः. अत्र याजकः इति किं वर्षिपर् इत्यस्मिन् अर्थे वा? यकारः आदौ अस्ति तावदेव. नूल् खलु याजकः, अस्तु अस्तु अस्तु कः याजकः किम् उक्तवती को याजकः इति वा को याजकः तत्र तु भवति हसि तत्र भवति यतोहि तत्र सम्प्रसारणं नास्ति खलु कृत्वा तत्र भवति अस्तु अत्र स्थगनं कुर्मः समयः अतीतः अत्र किञ्चित् पुनः एकवारं दृष्ट्वा आगच्छन्तु इत्युक्ते अग्रे अपि कदाचित् यदा स्थानीयद्भावः भवति तदानीमपि भ्रमः भवितुम् अर्हति यत्र एतादृशसोपानानि भवन्ति अतः अस्माकम् अवधानं कुत्र द्रष्टव्यमिति चेत् विधिसूत्रस्य विषये चिन्तनीयं तृतीयकाले विधिसूत्रं किं तत् कार्यं न प्रवर्तते तत् प्रवर्तनार्थं किमपि अपेक्षितं यत् स्थानिनी अस्ति इति यदा वयम् अवगच्छामः तदानीं सर्वं स्पष्टं भवति अस्तु तर्हि अत्र दृष्ट्वा आगन्तव्यं भगिनि अग्रे पुनः किमपि अस्माकं डिस्कशन् अभवत् खलु तद् कः इष्टः इत्यत्र क इष्टः इत्यत्र वाक्यं इदा अत्र वर्गे एव चर्चितं वाक्यम् अत्र इतोपि चिन्तनीयम् अत्र यश् इष्टः इति यज्ञः इत्यस्मिन् अर्थे अस्ति चेत् कथं भवति इति चिन्तयन्तु अस्तु अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः